पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 72 ईश्वर उवाच तदेकाग्रमना भूत्वा शृणु देवि वरानने आसीदुग्रतपा नाम मुनिरेको दृढव्रतः साग्निको ह्यग्निभक्षश्च चचारात्यद्भुतं तपः जचापपरमं जाप्यं मन्त्रं पञ्चदशाक्षरं काममन्त्रेण पुडितं कामं कामवरप्रदाद कृष्णा येदि पदं स्वाहा सहितं सिद्धिदं परं दध्यौ च श्यामलं कृष्णं रासोन्मत्तं वरोत्सुकं पीतपट्टधरं वेणुं करेणा धरमर्पितम् नवयौवनसम्पन्नं कर्षन्तं पाणिना प्रियाम् एवं ध्यानपरकल्पशतान्ते देहमुत्सृजन् सुनन्दनामगोपस्य कन्याभूत्स महामुनिः सुनन्देदि समाख्यादा यावीणां बिभ्रदीकरे मुनिरन्यः सत्यतप इति ख्यातो महाव्रतः स शुष्कपत्रं भुङ्क्ते यः प्रजजाप परं मनुं रत्यन्तं कामबीजेन कुटितं च दशाक्षरं स प्रदध्यौ मुनिवरश्चित्रवेषधरं हरिं धृत्वा रमया दोर्वल्लीद्वितयं कङ्कणोज्ज्वलं नृत्यन्तमुन्मदन्तं च संश्लिष्यं तं मुहुर्मुहुः असन्दमुच्चैरानन्दतरङ्गं जठराम्बरे दधदं वेणुमाजानु वैजयन्त्या विराजितं स्वेदाम्भकणसंसिक्तललाडवलिताननं त्यक्त्वा त्यक्त्वा स्तवैदेहं तपसा च महामुनिः दशकल्पान्तरे जातो ह्ययं नन्दवनादिह सुभद्रनाम्नो गोपस्य कन्या भद्रे दिविश्रुता यस्या पृष्ठतले दिव्यं व्यजनं परिदृश्यते हरिधामाभिधानस्तु कश्चिदासीन्महामुनिः सोऽप्यतप्यत्तपकृच्छ्रं नित्यं पत्रैकभोजनम् आशुसिद्धिकरं मन्त्रं विशत्यर्णं प्रचप्तवान् अनन्तरं कामबीजादध्यारूढं तदेवदु माया तत्पुरदो व्योम हंसासृद्युदिचन्द्रकं तदो दशाक्षरं पञ्चान्नमो युक्तं स्मरादिकं दध्यौ वृन्दावने रम्ये माधवी मण्डपे प्रभुम् उत्थानशायिनं चारु पल्लवास्तरणोपरि कयाचिददिकामार्तबल्लव्या रक्तनेत्रया वक्षोजयुगमाच्छाद्य विपुलोरस्थलं मुहुः संचुम्ब्यमानगण्ढान्तं तृप्यमानरदच्छदं कलयन्तं प्रिया दोर्भ्यां सहासं समुदाद्भुतं समुनिश्च बहून् देहांस्त्यक्त्वा कल्पत्रयान्तरे सारङ्गनाम्नो गोपस्य कन्याभूच्छुभलक्षणा रङ्गवेणीति विख्याता निपुणा चित्रकर्मणि यस्या दन्तेषु दृश्यन्ते चित्रिता शोणबिन्दवः ब्रह्मवादी मुनिः कश्चिज्जाबालिरिति विश्रुतः स तपःसुरतो योगी विचरन् पृथिवीमिमां स एकस्मिन्महारण्ये योजनायुध विसृते यदृच्छया गतो पश्यदेकां वापीं सुशोभनां सर्वदस्पाडिका बन्धतडां स्वादुजलान्वितां विकासि कमलामोदवायुना परिशीलिता तस्या पश्चिमदिग्भागे मूले वडमहीरुहः अपश्यतापसीं काञ्चित् कुर्वन्तीं दारुणं तपः तारुण्यवयसा युक्तां रूपेणादिमनोहरां चन्द्रांशुं सदृशाभासां सर्वावयवशोभनां कृत्वा कडितडे वाम पाणिं दक्षिणतस्तदा ज्ञानमुद्रां च बिभ्राणामनिमेष विलोचनां त्यक्ताहारविहारां च सुनिश्चलतया स्थितां जिज्ञासुस्तां मुनिवरस्तस्तौ तत्र शतं समाः तदन्ते तां समुद्धाप्य चलितां विनयान्मुनिः अपृच्छत् का त्वमाश्चर्यरूपे किं वा चरिष्यसि यदि योग्यं भवेत्तर्हि कृपया वक्तुमर्हसि अधा ब्रभिक्षनैर्बाला तपसातीव कर्षिता ब्रह्मविद्याहमतुला योगीन्द्रैर्या विमृग्यते साहं हरिपदाम्भोजकाम्यया सुचिरं तपः चराम्यस्मिन् वने घोरे ध्यायन्ती पुरुषोत्तमम् ब्रह्मानन्देन पूर्णाहं तेनानन्देन तृप्तधीः तथापि शून्यमात्मानं मन्ये कृष्णरतिं विना इदानीमधिनिर्विण्णा देहस्यास्य विसर्जनं कर्तुमिच्छामि पुण्यायां वापि कायामि हैवतु तच्छ्रुत्वा वचनं तस्य मुनिरत्यन्तविस्मितः पतित्वा चरणे तस्याः कृष्णोपासाविधिं शुभं पप्रच्छ परमप्रीतस्त्यक्त्वाध्यात्मविरोचनं तयोक्तं मन्त्रमाज्ञाय जगाममानसं शरः ततोदिदुश्चरं चक्रे तपो विस्मयकारकं एकपादस्थितः सूर्यं निर्निमेषं विलोकयन् मन्त्रं जचाप परमं पञ्चविंशतिवर्णकं दध्यौ परमभावेन कृष्णमानन्दरूपिणं चरन्तं व्रजवीधीषु विचित्रगतिलीलया ललितैः पादविन्यासैः कोणयन्तं च नूपुरम् चित्रकन्दर्पचेष्टापि सस्मितापाङ्गवीक्षितैः सम्मोहनाख्यया वंश्या पञ्चमारुणचित्रया बिम्भौष्टपुडचुम्बिन्या कलालापैर्मनोज्ञया हरन्तं व्रजरामाणां मनांसि च वपुंषि च श्रद्धन्नीवीभिरागत्य सहसा लिङ्गिताङ्गकं दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनं श्यामलाङ्गप्रभापूर्णैर्मोहयन्तं जगत्त्रयं स एवं बहुदेवेन समुपास्य जगत्पदिम् नवकल्पान्तरे जादा गोकुले दिव्यरूपिणी कन्या प्रचण्डनाम्नस्तु गोपस्यादि यशस्विनः चित्रगन्धे दिविख्यादा कुमारी च शुभानना निजाङ्गगन्धैर्विविधैर्मोदयन्ती दिशो दश तामेनां पश्य कल्याणीं वृन्दशो मधुपायिनीम् अङ्गेषु स्वपदिं कृत्वा रसावेशसमाकुलाम् अस्या स्तनपरिष्वङ्गे हारैः सर्वैर्विहन्यते वक्षस्थलात् प्रच्यवद्भिश्चित्रगन्धादिसौरभैः अपरे मुनिवर्यास्तु सततं पूतमानसाः वायुभक्षास्तपस्ते पुर्जपं तः परमं मनुं स्मरकृष्णाय कामार्ति कलादिवृत्तिशालिने आग्नेयीसहितं कृत्वा मन्त्रं पञ्चदशाक्षरं दध्युर्मुनिवरः कृष्णमूर्तिं दिव्यविभूषणं दिव्यचित्रदुकुलेन पूर्णपीनकटिस्थलां मयूरपिचकैकृप्तचूडामुज्ज्वलकुण्डलां सव्यजङ्घाद आदाय दक्षिणं चरणाम्बुजं भ्रमन्तीं सम्पुडीकृत्य चारुहस्ताम्बुजद्वयं कक्षदेशविनिक्षिप्तवेणुं परिचलत्पुडीम् आनन्दयन्तीं गोपीनां नयनानि मनांसि च परमाश्चर्यरूपेण प्रविष्टां रङ्गमण्डपे प्रसूनवर्षर्गोपीभिपूर्यमाणां च सर्वतः अध कल्पान्तरे देहं त्यक्त्वा जादा इहाधुना यासां कर्णेषु दृश्यन्ते ताडङ्का रश्मिदीपिताः रत्नमाल्यानि कण्ठेषु रत्नपुष्पाणि वेणुषु मुनिशुजिश्रव नाम सुवर्णो नाम चापरः कुशध्वचस्य ब्रह्मर्षे पुत्रौ दौ वेदपारगौ ऊर्ध्वपादौ तपोघोरं ते पदुस्त्र्यक्षरं मनुं ह्रीं हंस इति कृत्वैव जपन्तौ यदमानसौ ध्यायन्तौ गोकुले कृष्णं बालकं दशवार्षिकं कन्दर्पसमरूपेण तारुण्यललितेन च पश्यन्तीर्व्रजबिम्बोष्ठीर्मोहयं तमनारतं तौ कल्पान्ते तनूं त्यक्त्वा लब्धवन्तौ जनिं व्रजे सुवीरनामकोपस्य सुदे परमशोभने ययोर्हस्ते प्रदिश्येदे सारिके शुभराविणी जडिलो जङ्घपूतैश्च कृताशी कर्पूरेव च चत्वारो मुनयो धन्या इहामुत्र च निःस्पृहाः केवलेनैकभावेन प्रसन्ना वल्लवीपतिं ते पुस्ते सलिले मग्ना जपन्तो मनुमेव च रमात्रयेण पुडितं स्मराद्यं तदशाक्षरं दध्युश्च गाढभावेन वल्लवीभिर्वने वने भ्रमं दं नित्यगीताद्यर्मानयन्तं मनोहरं चन्दनालिप्तसर्वाङ्गं जपा पुष्पावतंसकम् कल्हारमालयावीदं नीलपीतपडावृतं कल्पत्रयान्ते जातास्ते गोकुले शुभलक्षणाः इमास्ता पुरतो रम्या उपविष्टा नदभ्रुवः यासां धर्मकृतान्येव वलयानि प्रकोष्टके विचित्राणि च रत्नाद्यैर्दिव्यमुक्ता फलादिभिः मुनि दीर्घतपा नाम व्यासो भूत्पूर्वकल्पके तत्पुत्रशुक इत्येव मुनिख्यादो वरं सुधीः सोऽपि बालो महाप्राज्ञः सदैवानुस्मरन् पदं विहाय पितृमात्रादि कृष्णं ध्यात्वा वनं गतः स तत्र मानसैर्दिव्यैरुपचारैरहर्निशम् अनाहरोर्चयद्विष्णुं गोरूपिणमीश्वरं रमया पुडिदं मन्त्रं जपन्नष्टादशाक्षरं दद्यौ परमभावेन हरिं हैमतरोरथः हैममण्डपिकायां च हेमसिंहासनोपरि आसीनं हेम हस्ताग्रैर्दधानं हेमवंशिकां दक्षिणेन भ्रामयन्तं पाणिना हेमपङ्कजं हेमवर्णेष्ठप्रियया परिक्लृप्ताङ्गचित्रकं हस्सन्तमधिहर्षेण पश्यन्तं निजमाश्रमम् हर्षाश्रुपूर्णपुलकाचिदाङ्गः प्रसीदनादेधि वदन्नधोच्चैः दण्डप्रणामाय पपादभूमौ संवेप मानस्त्रिजगद्विधादुः तं भक्तिकामं पतितं धरण्या मायासितोऽस्मीति वदन्तमुच्चैः दण्डप्रणामस्य भुजौ गृहीत्वा पस्पर्शहर्षोपजिते क्षणेन उवाच च प्रियारूपं लब्धवन्तं शुकं हरिः त्वं मे प्रियतमा भद्रे सदा तिष्ठ ममान्तिके मद्रूपं चिन्तयन्ती च प्रेमास्पदमुपागता द्वेजमुख्यतमे गोप्यौ समान वयसी शुभे एकवत्रे एकनिष्ठे एकनक्षत्रनामनि तप्त जाम्बूनदप्रख्या तत्रैवान्या तडित्प्रभा एका निद्रायमाणाक्षी परा सौम्यायते क्षणा सोर्चयत्परया भक्त्या ते हरे सव्यदक्षिणे सकल्पान्ते तनुं त्यक्त्वा गोकुले भून्महात्मनः उपनन्दस्य दुःखिता नीलोत्पलदलच्छविः श्रेयं श्रीकृष्णवनिता पिदशाडी परिच्छदा रक्तचोलिकया पूर्णा शादकुम्भखडस्तनी दधानारक्तसिन्दूरं सर्वाङ्गस्याव गुण्ठनम् स्वर्णकुण्डलविभ्राजत् गण्ठदेशां सुशोभनं स्वर्णपङ्कजमालाढ्या कुङ्कुमालिप्तसुस्तनी यस्या हस्ते चर्वणीयं दृश्यते हरिणार्पितं वेणुवाद्यादिनिपुणा केशवस्य निषेवणि कृष्णेन परितुष्टेन कदाचित् गीतकर्मणि विन्यस्ता कम्बुकण्ठे स्या भादि गुञ्जावलिशुभा परोक्षेऽपि च कृष्णस्य कान्तिभिश्च स्मरार्दिदा सखीभिर्वादयन्तीभिर्गायन्ती सुस्वरं परं नर्तयेत् प्रियवेषेण वेषयित्वा वधूमि मां वारं वारं च गोविन्दं भवे नालिङ्गजुम्पदि प्रिया सौ सर्वगोपीनां कृष्णस्याप्यधिवल्लभा श्वेतकेतोसुत कश्चिद्वेदवेदाङ्गपारकः सर्वमेव परित्यज्य प्रचण्डं तप आस्थितः मुरारे सेवितपदां सुधा मधुरनादिनीं गोविन्दस्य प्रियां शक्तिं ब्रह्म रुद्रादिदुर्गमां भजन्ती मेकभावेन श्रियमेव मनोहरां ध्यायन् जजापः सततं मन्त्रमेकादशाक्षरम् हसितं सकलं कृत्वा बदमायेषु योजयन् कान्त्यादिभिर्हसन्तीभिर्वासयन्त्यभिदो जगद वसन्ते वसदित्येवं मन्त्रार्थं चिन्तयन् सदा सोऽपि कल्पद्वयेनैव सिद्धोऽत्र जनिमाप्तवान् सेयं बालायते पुत्री कृशाङ्गी कुट्मलस्तनी मुक्तावलिलसत्कण्ठी शुद्धकौशेयवासिनी मुक्ताच्छुरिदमञ्चीरकङ्कणाङ्गदमुद्रिका बिभ्रति कुण्डले दिव्ये अमृतश्राविणी शुभे वृत्तकस्तूरिकावेणी मध्ये सिन्दूरबिन्दुवद दधाना चित्रकम्भाले सार्धं चन्दनचित्रकैः या सैव दृश्यते शान्ता जपन्ती परमं पदम् आसीत् चन्द्रप्रभो नाम राजर्षिप्रियदर्शनः तस्य कृष्णप्रसादेन पुत्रो भून् मधुराकृतिः चित्रध्वज इति ख्यातः कौमारावधिवैष्णवः स राजा सुसुदं सौम्यं सुस्थिरं द्वादशाब्धिकम् आदेशयद्विजान्मन्त्रं परमष्टादशाक्षरम् अभिषिच्यमानः स शिशुर्मन्त्रामृतमयैर्जलैः तत्क्षणे भूपतिं प्रेम्णा न त्वोदश्रुप्रकल्पितः तस्मिन् दिने स वै बालशुचिवस्त्रधरशुचिः हारनूपुरसूत्राद्यैर्ग्रैवेयाङ्गदकङ्कणैः विभूषितो हरेर्भक्तिमुपस्पृश्यामलाशयः विष्णोरायतनं गत्वा स्थित्वैकाकी व्यचिन्तयत् कथं भजामि तं भक्तं मोहनं गोपयोषितं विक्रीडन्तं सदा ताभिः कालिन्दीपुलिने वने युद्धमत्याकुलमधिश्चिन्तयन्नेव बालकः अथाप परमं विद्यां स्वप्नं च समवाप्यत आसीत् कृष्णप्रतिकृतिपुरस्तस्य शोभना शिलामयी स्वर्णपीठे सर्वलक्षणलक्षिता सा भूदिन्दीवरश्याम स्निग्धलावण्यशालिनी त्रिभङ्गललिताकारशिखण्डी पिच्चभूषणा कूजयन्ती मुदा वेणुं काञ्चनी मधरेऽर्पिताम् दक्षसव्यगदाभ्यां च सुन्दरीभ्यां निषेवितां वर्धयन्तीं तयोकामं चुम्बनाश्लेषणादिभिः दृष्ट्वा चित्रध्वजकृष्णं तादृग्वेषविलासिनीम् अवनम्य शिरस्तस्मै पुरो लज्जितमानसः अधोवाच हरिर्दक्षपार्श्वगां प्रयसिंहसन् सलज्जं परमं चैनं स्वशरीरासनागतं निर्मायात्मसमं दिव्यं युवतीरूपमद्भुतम् चिन्तयस्वशरीरेण ह्यभेदं मृगलोचने अधो त्वदङ्गतेजोभि स्पृष्टत्वद्रूपमाप्स्यति ततः सा पद्मपत्राक्षी गत्वा चित्रध्वजान्तिकं निजाङ्गकैस्तदङ्गानामभेदं ध्यायति स्थिता अधास्यास्त्वङ्गतेजांसि तदङ्गं पर्यपूरयन् स्तनयोर्ज्योतिषा जादौ पीनौ चारुपयोधरौ नितम्बज्योतिषा जातं श्रोणिबिम्बं मनोहरम् कुन्तलज्योतिषा केशपाशोभूत् करयोकरौ सर्वमेवं सुसम्पन्नं भूषा वासस्रगादिकं कलासु कुशला जादा सौरभेनान्तरात्मनि दीपाद्दीपमिवालोक्य सुभगां भुवि कन्यकां चित्रध्वजां त्रपाभङ्गी स्मितशोभां मनोहरां प्रेम्णा गृहीत्वा करयोः सा तामपहरन्मुदा गोविन्दवामपार्श्वस्थां प्रेयसीं परिरभ्य च उवाच तव दासीयं नाम चास्याश्चकारय सेवां चास्यैवदप्रीत्या यथाभिरुचितां प्रियाम् अथ चित्रकलेत्येतन्नाम चात्ममदेन सा चकारचाकसेवार्थं धृत्वा चापि विपञ्चिका सदा त्वं निकटे तिष्ठ गायस्व विविधैस्वरैः गुणात्मन् प्राणनादस्य तवायं विहितो विधिः अथ चित्रकला त्वाज्ञां गृहीत्वा नम्यमाधवं तत्प्रयस्याश्च चरणं गृहीत्वा पादयोरजः जगौ सुमधुरं गीतं तयोरानन्दकारणम् अध प्रीत्योपगूढा सा कृष्णेनानन्दमूर्तिना यावत्सुखाम्बुधौ पूर्णा तावदेवाप्यबुध्यत चित्रध्वजो महाप्रेमविह्वलस्मरतत्परः तमेव परमानन्दं मुक्तकण्ठो रुरोदः तदारभ्य रुदन्नेव मुक्त्वा हरिविचारकम् आभाषितोऽपि पित्राद्यैर्नैवा वोजध्वज क्वचिद मासमात्रं गृहे स्थित्वा निषीधे कृष्णसंश्रयः निर्गत्यारण्यमचरतपो वै मुनिदुष्करं कल्पान्ते देहमुत्सृज्य तपसैव महामुनिः वीरगुप्ताभिधानस्य कोपस्य दुःखिता शुभा जाताचित्रकलेत्येव यस्या स्कन्धे मनोहरा विपञ्ची दृश्यते नित्यं सप्तस्वरविभूषिता उपतिष्ठति वै वामे रत्नभृङ्गारमद्भुतं दधाना दक्षिणे हस्ते सा वै रत्नपदग्रहम् अयमासीत् पुरा सर्वं तापसैरभिवन्दितः मुनिपुण्यश्रवा नाम काश्यपः सर्वधर्मविद पिता तस्या भवच्चैव शतरुद्रीयमन्वहम् प्रस्तुवन् देवदेवेशं विश्वेशं भक्तवत्सलं प्रसन्नो भगवांस्तस्य पार्वत्या सह शङ्करः चतुर्दश्यामर्धरात्रे प्रत्यक्षप्रददौ वरं त्वत्पुत्रो भविता कृष्णे भक्तिमान् बालयेव हि उपनीयाष्टमे वर्षे तस्मै सिद्धमनुस्त्वयम् उपदिशैकविंशत्या यो मया ते निगद्यते गोपालविद्यानामायं मन्त्रो वाक्सिद्धिदायकः यदत्साधकजिह्वाग्रे लीलाचरितमद्भुतम् अनन्तमूर्तिरायादि स्वयमेव वरप्रदः काममायारमाकण्ठ सेन्द्र दामोदरोज्ज्वलाः मध्ये दशाक्षरीं प्रोच्य पुनस्ता एव निर्दिशेद दशाक्षरोक्तऋष्यादिध्यानं चास्य ब्रवीम्यहं पूर्णामृतनिधेर्मध्ये द्वीपं ज्योतिर्मयं स्मरेद कालिन्द्यावेष्टितं तत्र ध्यायेद्वृन्दावने वने सर्वस्तु कुसुमस्राविद्रुमवल्लीभिरावृतं नडन्मत्तशिखिस्वानं गायत्कोकिलषट्पदं तस्य मध्ये वसत्येकः पारिजाततरुर्महान् शाखोपशाखाविस्तारैः शतयोजनमुच्छ्रितः तले तस्याधविमले परिदो धेनुमण्डलं तन्दं धर्मण्डलं गोपबालानां वेणुशृङ्गिणां तदन्तरे दुरुचिरं मण्डलं व्रज सुभ्रुवां नानोपायनपाणिनां मदविह्वलचेतसां कृताञ्जलिपुडानां च मण्डलं शुक्लवाससां शुक्लाभरणभूषाणां प्रेमविह्वलितात्मनां चिन्तयेच्छ्रुतिकन्यानां गृह्णतीनां वचप्रियं रत्नवेद्यां ततो ध्याये दुकूलावरणं हरिं ऊरौ शयानं राधाया कदलीकाण्डकोपरि तद्वक्त्रं चन्द्र सुस्मेरं वीक्ष माणं मनोहरम्। किञ्चित् कुञ्चिव वाम्राङ्घिं वेणुयुक्तेनपाणिना वामेनालिङ्ग्यदयितां दक्षेण चिबुकं स्पृशन् महामारकदाभसं मौक्तिकच्छायमेव पुण्डरीकविशालाक्षं पीतनिर्मलवाससं बर्हभारलसशीर्षं मुक्ताहारमनोहरं गण्डप्रान्तलसच्चारु मकराकृतिकुण्डलम् आपाततुलसीमालं कङ्कणाङ्गदभूषणं नूपुरैर्मुद्रिकाभिश्च काञ्च्या च परिमण्डितं सुकुमारतरं ध्यायेत् किशोरवयसान्वितं पूजा दशाक्षरोक्तैव वेदलक्षं पुरस्क्रिया इत्युक्त्वान्तर्दधे देवो देवी च गिरिचा सती मुनिरागत्य पुत्राय तथैवोपदिदेशः पुण्यश्रवास्तु तन्मन्त्रग्रहणादेव केशवं वर्णयामास विविधैर्जित्वा सर्वान्मुनीन् स्वयं रूपलावण्यवैदग्ध्य सौन्दर्याश्चर्य लक्षणं तदा हृष्टमना बालो निर्गत्य स्वगृहात्तदः वायुभक्षस्तपस्तेपे कल्पानामयुधत्रयं तदन्ते गोकुले जादा नन्दभ्रातुर्गृहे स्वयं लवङ्गायुधि तन्नाम कृष्णेऽङ्गितनिरीक्षण यस्या हस्ते प्रदृश्येद मुखमार्जनयन्त्रकम् इति ते कथिता काश्चित् प्रधाना कृष्णवल्लभाः हरिविविधरसाद्यैर्युक्तमध्याय मे दद्व्रज वरतनयाभिश्चारु हासे क्षणाभिः पठदीय इह भक्त्या पाठयेद्वा मनुष्यो व्रजति भगवद श्रीवासुदेवस्य धाम इति श्रीपद्मपुराणे पादालखण्डे श्रीकृष्णमाहात्म्ये द्विसप्ततितमोऽध्यायः ॐ